अस्तु, श्रूयते वा? श्रूयते. आम्, गतवर्गे अदादिगणे अस्माभिः षष्टि इति धातुपर्यन्तं पठितं. षष्टि इति धातु वस्तुतः इदानीमपि किञ्चित् अवशिष्टः अस्ति, तत्र रूपाणि अवशिष्टानि सन्ति. तर्हि अस्माभिः किं पठितं? षष्टि इति धातुः अस्ति, षष्टि तत्र लौकिकधातुः अस्ति, संस्कृतधातुः अस्ति, तत्र अङ्गकार्यं किमपि नास्ति, संस्कृतकार्याणि एव सन्ति. तर्हि इदानीं रूपाणि कुर्मः. तर्हि रघुपतिमहोदय लट् रूपाणि वदतु, तस्य लट् रूपाणि परस्मैपदीधातु सन्स्. एकवारं महोदय, एकनिमिष, संस्कृत अत्र एकनिमिष एकनिमिष. षष्टि इति अस्ति, तत्र संस्थि इति भवति, नमागमः भवति, संस्थयोग अस्ति, संस्थयोग अस्ति. अत्र कोः संयोगान्ते अद्य अन्ते चैतन्येन तस्य सकारस्य तत्र लोपः भवति, सन्ति इति भवति, सन्त्यगति इदानीं सन्त्यगति अस्ति, सन्त्यगति इदानीं नकारस्य अनुस्वारः भवति, नश्च अपदान्तस्य जलितेन सन्त्यगति, इदानीं सन्त्यगति इति अस्ति. अनन्तरम् अनुस्वारस्य परसवर्ण इत्यनेन तत्र नकारः भवति, पुनः नकारः भवति, सन्त्यगति सन्ति इति रूपम्. अनन्तरं तत्र नकारः अस्ति हल्वर्णात् जरो झरीशवर्ण इत्यनेन नकारस्य लोपः विकल्पेन भवति, सन्ति इति भवति. संस्थयोगतः इति अस्ति, तत्रापि संस्थयोगतः कोशैवान्ते च इत्यनेन तत्र तस्य कोसेवन्ते च वा न श्रूयते महोदय, न श्रूयते वा? संस्थियोगतः इति अस्ति, तत्रापि समानमेव खलु, सकारस्य लोपः भवति, अनन्तरं नश्चापदानि तर्हि अनुसरति सन्तः तसन्तः इति, तत् तत्र रूपद्वयं भवति सन्तः इति. अग्रे सन्तः इति अहं सत्यं तत्र अग्रे संस्थयोग अन्ति अस्ति, तत्र संस्थयोग अन्ति, तत्र संस्थयोगान्ति अस्ति, तत्र सकारस्य लोपः न भवति, किमर्थम् इत्युक्ते तत्र जलि नास्ति, अतः संस्थ इति अस्ति, नश्चपदान्तजलि इत्यनेन तत्र अनुस्वारः अस्त्येव तिष्ठति, अतः संस्तन्ति इति भवति. अनुस्वारः किमर्थं तथैव तिष्ठति, तस्य परसवर्णः नास्ति इति कृत्वा परसवर्णः नास्ति खलु सकारस्य सवर्णः नास्ति वा, सकार यै प्रत्याहारे नास्ति खलु, नास्ति अग्रे तदेव यै नास्ति खलु अनुस्वार यै इति भवति, क्षम्यताम्. अग्रे संस् योग सि इति अस्ति, संस्योग सि इति अस्ति, तत्र तत्रापि तत्रापि लोपः भवति, सकारस्य लोप संस्त सकारस्य लोपः सन्त् योग सि नश्यपदान्तस्य जलि, अनन्तरम् अनन्तरं सन् अनुस्वारस्य नश्यपदान्तदलि, अनन्तरं संसि संसि इति भवति खलु, संसि हा तर्हि तत्र नश्चपादशलि तदनन्तरं सन् नश्चपदान्त सन् सन्त् सि इति सन्सि अनन्तरं तत् अस्तु सन्सि इति भवति वा तकारस्य नकार तक जरोजरि सवर्णे सन्सि इति भवति वा सन् सन् सन्सारे अनुसारे अनुस्वारे परसवर्ण भवति खलु भवति न हा भवति भवति सन्त् सन्त् सि सन्ति सन्त् सि जरोजरि न भवति क्षम्यतां सन्ति जरोजरि सवर्णे खलु नकारः सकारः सकारस्य सवर्ण नास्ति खलु नास्ति तकार अस्ति ऋतुड ऋटु सारि इषुवचानां किमस्ति अत्र सकारस्य अपि स्थानदन्त अस्ति खलु परन्तु आं सकार अस्ति चरोचरि परन्तु नास्ति खलु चरि नास्ति खलु महोदय तत्र चरि अस्ति खलु हा अस्ति अस्तु सकार तकार सकारसकारयोः ऋतुलतानां सकारतवर्गीयवर्णस्य सवर्णः सा नास्ति सवर्णः नास्ति महोदय तत्र सवर्णः नास्ति खलु तत्र क्षम्यतां स्थानं सामान्यमस्ति ऋतुलतानां तत्र ऋतुलता ऋकार तकार सकार दन्त दन्तस्य ऋतमः दन्त अस्ति सकारः किमर्थं सकारः सकारः सकारः स्पर्श इति तद् ईषत् अस्ति वा तत्र न भवति वा तादृश अस्ति चिन्तनीयं भवतु भवानपि पश्यतु सकार तकर् सवर्गस्य सवर्णवर्णः अस्ति न वा प्रायः नास्ति इति अहं चिन्तयामि नास्ति चेत् सूत्रं कार्यं न करोति सन्सि तर्हि अहम् इदानीं सन्सि एकमेव रूपम् इति चिन्तयित्वा अग्रे गच्छामि सन्सि अग्रे पः इति अस्ति अत्र अत्रापि सकारस्य स्कोसैव सन्ति सकारस्य लोपः सन्त् अनन्तरम् अनुस्वारस्य नश्चपदाञ्जलि सन्त् सन्त् सन्त्यो गतः तत्र अनन्तरम् अनुस्वारस्य ई परसवर्ण सन्त् सन्तः इति अस्ति सन्तः सन्तः इति रूपद्वयं भवति जरोजरिसवर्णे इति कार्यं करोति सन्तः सन्तः इति सन्तः सत्यम् अग्रे ता इति तदपि समान एव अस्ति सन्थ अपि सन्थ सन्थ इति रूपं सन्स् सन्त् संयोग मि अस्ति तत्र सकारस्य लोपः न भवति मकार अस्ति मकारः अस्ति इति कृत्वा तत्र न भवति अनन्तरं नश्चपतञ्जलि अनुस्वारसि परसवर्ण परसवर्ण भवति वा सन्त् सन्त् खलु सन्त् सन्त् क्षम्यतां न भवति संस्मि इति क्षम्यताम् अनुस्वारः एव तिष्ठति अहं सकार अस्ति सकारलोपः न भवति खलु अत्र संस्मि अस्तु अग्रे वः इति अस्ति तत्रापि अनुस्वारस्य नश्चपदञ्जलि अनन्तरं किमपि न भवति सकारस्य लोपः न भवति इति कृत्वा नश्च पतञ्जलि एव कार्यम् अनन्तरं केवलवर्णं मेलनं संस्त्वा संस्मः इति रूपम् अस्ति तत्र किञ्चित् उच्चारणे अपि क्लेशः अस्ति चिन्ता नास्ति तर्हि सन्ति अथवा सन्ति सन्तः अथवा सन्तः संस्कन्ति संस्कन्ति अनन्तरं संस्ति सन्तः अथवा सन्तः सन्थ अथवा सन्थ अनन्तरं संस्मि संस्त्वः संस्म अस्तु मलर् तस्य इदानीं मीना भगिनी आगतवती तत्र मीना भगिनी आगच्छति इदानीम् आगतवती आं परन्तु मलर् महोदय अपि आसीत् मीना महोदय अत्र अद्य केवल सा गतवती इदानीं तत्र प्रायः तत्र भग्नः अभवत् अस्तु तर्हि मीना महोदय तु अद्य केवलं शृणोति इति लिखितवती अस्तु तर्हि भवानेव करोतु तत् किम् एकनिमिषः महोदय पुनः तत्र एकनिमिषः भवती अस्ति वा अस्ति महोदय इदानीं श्रूयते खलु आम् आं श्रूयते तर्हि पठतु इदानीं लोट्लकार लोट्लकार संस्तयोः लोट्लकारः संस्त संस्तयोगः तु अत्र स्कोः संयोगान्त्योरन्ते इति च इति सूत्रेण सकारस्य लोपः भवति संत योगः तु नशपदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरं संस्योग तु जरो जरि सवर्ण इति सूत्रं कार्यं करोति न महोदय सन्त् सन्त् सन्तु अथवा सन्तु सन्तु अथवा सन्तु सकारद्वयम् अथवा प्रत्येक एव सन्त् संस्योगः तात् तत्रापि सन्त् द्वे रूपम् अति इति भवति संस्तात् अथवा सन्तात् सकारः तु गच्छति खलु आम् आम् सन् सन्तात् अन्यत् रूपं सन्तात् इति भवति आहत्य चत्वारि रूपाणि सन्ति सन्तु सन्तु सन्तात् सन्तात् खलु संस्योग आम् संस्योगः ताम् अस्ति संयोगान् स्कोः संयोगात् अन्ते च इति सूत्रेण सकारस्य लोप संस्योगः तां नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः अनुस्वारस्य ई पर्यसवर्णे इति सूत्रेण संत्योगः तां जरो जरि सवर्णे इति सूत्रेण सन्त् सन्तां सन्ताम् तदनन्तरम् अत्रापि संस्योगः अन्तु सकारस्य लोपः न भवति संस्तात् योगः अन्तु इति संस्तन् संस् नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति संस्तन्तु संस्तन्तु अत्र परसवर्णं न भवति वा अनुस्वारस्य न भवति मम यै प नः प्रत्याहारः नास्ति संस्तन्तु संस्तन्तु संस्तन्तु संस्त् योगः हि हि अत्र हूजल्भ्यो एहेदिः इति सूत्रेण संस्त् सकारलोपः न भवति न खलु संस्तयोगः धि अस्ति खलु इदानीं हि स्थाने धि भवति आम् ढकार अस्ति खलु इदानीं ढकार अस्ति ढकार झलि नास्ति वा झलि अस्ति सकारलोपः भवति पृच्छामि भवति न वा भवती वदतु भवति महोदय स न स त ध इति अस्ति खलु नकारझलि अस्ति अतः सकारस्य लोपः भवति लोपो भवति सन् सन्त् दि सन्धि इन्ति अत्र सवर्ण न झलि अस्ति खलु इदानीं किं महोदय नश्च पदान्तस्य झलि अस्ति खलु आम् अनुस्वारः भवति सन्त् दि योगः दि तदनन्तरं परस् सवर्ण नास्ति तकारः तद् तकारः तकार थकार सवर्ण नास्ति वा चिन्तयतु एकनिमिषं तर्हि इदानीं किमस्ति स अनुस्वार तकारः इदानीं तकार थकार अस्ति चेत् किं भवति तकार तकार जरो जरि सवर्णे इति सूत्रेण तस्मादपि पूर्वं तकार थकार अस्ति खलु तकार तकार तकार झल् वर्णः अस्ति खलु तकार झल् वर्णः अस्ति आं दशों दशो जलां दशों जश्वर्ण जश् दशि जलां जश् दशि सकारः अनुस्वारः दकारः सन्धि अग्रे अग्रे क्रमेण गत्वा अग्रे किमस्ति अग्रे किं सूत्रम् अग्रे अनुस्वारस्य ये परसवर्ण इति सूत्रेण सन्द् न सकारः नकारः दकारः दि अस्ति तदनन्तरं सन् सन्दधि सन्धि सन्ति सन्धि सर्वशरीसवर्णे प्रसक्तिः अस्ति वा आम् अस्ति जरो सवर्ण अस्ति दकारः तकारः अस्ति तर्हि नकारः हल्वर्णः अस्ति तदनन्तरं दकारः झरवर्णः तकारः नकारः सवर्णझरवर्णः अस्ति अतः भवति खलु भवति तर्हि एकरूपमस्ति सन्धि एकरूपमस्ति सन्धि सन्धि नाम एकस्मिन् रूपे दकारः भवति एकस्मिन् रूपे दकारः गच्छति अथवा गच्छति तर्हि सन्धि इति अस्ति खलु पदं वयं जानीमः सन्धिः सन्धि सन्धिकार्यं तर्हि सन्धि इति तिङन्तरूपमपि अस्ति संस्थातु लोट्लकार मध्यमपुरुष एकवचनं सन्धि तर्हि वर्गे मा सन्धि डोण्ट् स्लीप् इन् द क्लास् भवान् सन्ति त्वं सन्धि किं भवान् सन्धि सन्ति त्वं सन्धि परन्तु सन्ति लट्लकारे अस्ति लट्लकारे अत्र लोट् लोट् अग्रे अग्रे संस्योगः तात् अस्ति सकारस्य लोपो भवति स्कोः संयोगरान्ते इति च इति सूत्रेण संस्योगः तात् अनुस नश पदान्तस्य जलि इत्यनेन अनुसारः भवति संस्त् तात् जरोजरि परसवर्ण इति सूत्रेण क्षम्यतां महोदय जरोजरि सवर्णे संस्तात् अथवा संस्त् तात् संस्तात् कथं भवति सकारस्य लोपो भवति आमामां सन्तात् अथवा सन्तात् सकारस्य लोपो भवति सन्तात् सन्तात् एक एव तकार अथवा तकारद्वयं परन्तु सकारः कुत्रापि न भवति सन्तात् संस्त योगः तम् अत्रापि तथैव सन्तम् अथवा सन्तम् अग्रे अपि सन्त संस्योगः आणि अत्र सकारस्य लोपो न भवति संस्योगः आणि नश्य पदान्तस्य जलि इत्यनेन अनुस्वरः भवति संस्तयोगः आणि संस्थानि संस्थाव संस्थाम अनुस्वरस्य ई परसव न भवति न भवति आम् आम् सन्तु अथवा सन्तु सन्तात् अथवा सन्तात् सन्तां सन्तां संस्तन्तु सन्धि सन्तात् सन्तात् सन्तं सन्तं सन्त सन्त संस्थानि संस्थानि संस्थाव संस्थाव अस्तु उत्तमम् अग्रे रघुपतिमहोदय लङ् सन्तु इति तत्र महोदय सर्वे सन्तु विरामयः इति सर्वः सन्तु विरामयः इति भवति किं सर्वे सन्तु निरामयाः इति भिन्न अर्थे भवति सर्वे भवन्तु सुखिनः अत्र सर्वः सन्तु निरामयाः इति भवितुमर्हति निरामयस्य निरामयनं करोति आमां निरामय भूत्वा शयनं करोति तादृश तत्र अन्य मयापि चिन्तितवान् चिन्तितम् आसम् सन्धिकार्यविषये वर्गे मा सन्ति यत्र यदा सन्धिकार्यमस्ति वर्गे पठनमस्ति तदा मा सन्ति सत्यं मा सन्तु अन्यथा किमपि न अवगच्छति अस्तु लङ्लकार संस्त् संस्त् योग तु इति अस्ति इदानीम् अडागमः असंस्त् योग तु इति अस्ति तत्र इदानीम् अङ्ग्यादीर्घसूतिस्य अपृष्टं हल् इत्यनेन तत्र हलोत्तरस्य अपृष्टसंज्ञलोपः भवति इदानीं तत्र असंस्त् असंस्थि एव तिष्ठति असंस्थिति अस्ति इदानीं तत्र स्कोसयोग अन्ते च इत्यनेन तत्र सकारस्य लोपः तर्हि निमित्तं किमस्ति पदान्ते पदान्ते अस्ति इदानीं पदान्ते अस्ति पदसंज्ञा भवति पदान्ते अस्ति इति कृत्वा जलि नास्ति सत्यपि परन्तु सकारस्य लोपः भवति तत्र असन् असंस्थ इति भवति असंस्थ इति अस्ति इदानीं तु सकारस्य लोपो भवति खलु सकारः लोपो भवति स्कोस एव अनन्तरम् असन्त् असन्त् इति भवति असन्त् इति इदानीं नकार तकार अस्ति तर्हि सयोगान्तस्य लोपः इत्यनेन इदानीं तत्र तत्र तकारस्य लोपः तर्हि असन् इति रूपम् अस्ति असन् तर्हि अग्रे असंस्त योग ताम् इति अस्ति तत्र तत्र स्कोः सयोगान्ते इत्यनेन लोपः इदानीं पूर्वसदृशम् अस्ति खलु तर्हि केवलं रूपमेव भवति तकार अस्ति चेत् किं भवति वयं जानीमः असन् असन् असन्ताम् इति भवति असन्ताम् असन्ताम् इति अग्रे तत्र अन् इति अस्ति तत्र लोपः न भवति असंस्तन् इति भवति अग्रे असंस्तयोगस्य इति अस्ति तत्रापि असन्नेव भवति तकार इव भवति किमर्थं तत्र हल्ग्यपदीर्घादनन्तरं तकारस्य लोपः भवति स्वस्कोसयोगदित्यनेन सकारस्य लोपः अनन्तरं तकारस्य लोपः असन् इति अग्रे असन्तम् अथवा असन्तम् इति रूपद्वयमस्ति अग्रे असन् असन्त अथवा असन् असन्त अत सकारस्य लोपः असन्त अथवा असन्त इति तत्र जरोजरि इत्यस्य कार्यं अग्रे असंस्त योग अम् इति अस्ति तत्र असंस्त योग अम् इति अस्ति तत्र सकारस्य लोपः न भवति नश्चापदां जलितेन असं असंस्त योग अम् असंस्तम् इति भवति अग्रे असन् अत्रापि लोपः न भवति असंस् नश्चपदं जलि भवति असंस्त असंस्तमा इति रूपं तत्र सर्वत्र सकारस्य लोपः न भवति अनुस्वार नश्चपदं जलि इति कार्यं करोति तर्हि असन् असन्ताम् असन्ताम् असंस्तन् असन् असन्तम् असन्तम् असन्त असन्त असंस्तम् असंस्तम् असंस्त्व असंस्त्म सर्वत्र केवल अनुस्वार एव तिष्ठति परसवर्णः किमपि न अस्तु सर्वे अवगच्छन्ति वा इदानीं पर्यन्तम् आं महोदय डिजिङ्लकारे अपि किमपि नास्ति केवलं वर्णमेलनं यतोहि अकारः अस्ति चेत् सन्धिः न भवति नकारस्य केवलं नष्टपदस्य झलि इति सूत्रेण अनुस्वारः भवति अतः रूपाणि कानि सन्ति संस्थ्यात् संस्थ्यातां संस्थ्युः संस्थ्याः संस्थ्यातं संस्थ्यात् संस्थ्यां संस्थ्याव संस्थ्याम् अस्तु तर्हि संस्त षष्टिधातु समाप्तः अग्रे गच्छामः मन्दर महोदय अग्रे पठतु अग्रे धातुः कः अस्ति किं अद् अद् धातु खलु अद् धातु आयुषम् दकारान्तः अद् धातु रस्मेपदि भक्षणे अङ्गकार्यं प्रथमधातु अदादिगणम् अङ्गकार्यम् उपधायां ह्रस्व अकारः लघु इक् इति न अतः अङ्गकार्यं नास्ति सन्धिकार्यं दकारान्तः धातु अतः बहुत्र करीच इत्यस्य प्रसक्तिः अधातुः अजादीः अतः लङि आडजादीनाम् इत्यनेन आडागमः आटश्च इत्यनेन वृद्धिरादेशः च आयोगः अद् आद् आद् इति अङ्गम् अन्यश्च अपृक्तप्रत्ययः परे अस्ति चेत् तस्य अपृक्तस्य आडागमो भवति इति कारणतः अत्र अपृक्तप्रत्ययस्य लोपो न भवति अद् धातुतः सामान्यतया हलन्तधातुतः अपृक्तस्य लोपो भवति इति तु जानीमः हल्याभ्यो दीर्घा सति सपृक्तं हल् इत्यनेन. अत्र अधातु अस्ति, एकं सूत्रमस्ति अग्रे, तत् पठतु. अधः सर्वेषाम्, अधः सर्वेषाम् अद् धातोः उत्तरस्य सार्वधातुक अपृक्तसंज्ञकः प्रत्ययस्य अडागमो भवति इति सर्वेषां वैयाकरणानां मतम्. अधः पञ्चम्यन्तं सर्वेषां षष्ट्यन्तं द्विपदम् इदं सूत्रम् अस्ति. शिचोपृक्ते इत्यस्मात् अपृक्ते इत्यस्य षष्ट्यान्तानुवृत्तिः. तरुस्तु संयमः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य षष्ट्यान्त अनुवृत्तिः. उतो वृद्धिर् लुकि हलि इत्यस्मात् हलि इत्यस्य षष्ट्यान्त अनुवृत्तिः. अड् गाग्या गावलो वयोः इत्यस्मात् अड् इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सर्वेषां मते अधः अङ्गस्य सार्वधातुकस्य अपृक्तस्य हलः अड् अड् धातु कृते एतत् सूत्रमस्ति. अड् धातो उत्तरस्य सार्वधातुक अपृक्तसंज्ञकः अस्ति चेत् अडागं भवति इति उक्तम्. नाम किमस्ति पश्यतु, धातु हलन्त् अस्ति, तदनन्तरं यदि अपृक्त प्रत्ययः अस्ति लङ्लकारसकारः, तत्र प्रत्ययस्य लोपः भवति खलु. परन्तु अद् धातु अस्ति चेत् यतोपि अदपि हलन् धातु अस्ति, परन्तु तथा अस्ति चेदपि अपृक्तप्रत्ययस्य सर्वप्रथमम् अडागमः भवति. तेन सूत्रेण अधः सर्वेषां, तर्हि अद् अङ्गमस्ति, तस्यानन्तरं सार्वधातुक अपृक् प्रत्ययः अस्ति. नाम तादृशप्रत्ययः यः सार्वधातुकः अस्ति, अपृक् अस्ति, एकः एव वर्णः अस्ति, तादृश अपृक्तहल् प्रत्ययः अस्ति चेत् तस्य अडागमः भवति. नाम प्रत्ययात् साक्षात् पूर्वम् अकारः आगत्य तिष्ठति. एकवारम् अकारः आगत्य तिष्ठति, इदानीं प्रत्ययः अपृक् न तिष्ठति खलु, न भवति, यतोहि एकः एव वर्णः नास्ति खलु. तथा अस्ति चेत् हल्न्याभ्यो दीर्घा स्तुतिसि पृक्तं हल् सूत्रं कार्यं न कर्तुं शक्नोति, यतोहि इदानीं प्रत्ययः हल् नास्ति खलु. अडागमः प्रत्ययस्य एव अवयवः, अतः अडागमनन्तरं सम्पूर्ण अट् इति सम्पूर्णः प्रत्ययः भवति. प्रत्ययः अपृक् नास्ति इदानीम्, अतः अन्याभ्यो कार्यं न करोति, अतः प्रत्ययस्य लोपः न भवति. यद्यपि धातु यथापि धातु हलन्त अस्ति चेत्, अतः उपरि उदाहरणं लिखितमस्ति, पठतु. आद् योगः तु आद् योगः तकारः अद सर्वेषाम् आद् योगः अड् योगः तकारः अनुबन्धलोपे आद् योगः आयोगः तकारः आदत् अत्र तकारः न लोपो भवति. अद सर्वेषाम् इत्यनेन अडागमः भवति. तदानीम् आद् योगः सकारः अद सर्वेषाम् इत्यनेन आद्योगः अड्योगसः आद्योगः अकारः योगः सकारः आदः इति आद्योगः सकारः कथं लोपो भवति अत्र पदस्य अन्ते सकारः अस्ति, किं भवति सकारः अस्ति, दकारः अस्ति, दकारः परे सकारः अस्ति. न न न कुत्र भवति अधः सर्वेषाम् अडागमः अडागमः भवति खलु, आदस् आदस् आदस् आदस् सकारः भवति आम् सकारस्य किं भवति सदशु रु भवति वा सदशु रुत्वं भवति अग्रे किम् अग्रे अग्रे किं भवति करि करवसानविसर्जनीय इति सूत्रेण सर्गः भवति खलु अधः सर्वेषु अस्तु इदानीं रूपाणि कुर्मः भवती एव करोतु लट् लकार लट् लकार अध एकनिमिषं महोदय लट्लकाररूपम् अधयोगः ति अस्ति अधयोगः अधयोगः आदः आम् अधयोगः आम् अधयोगः ति अस्ति अत्र अडागमः भवति अध सर्वेषाम् इति सूत्रेण अधयोगः एकनिमिषः न अतः सर्वेषां सूत्रं किं वदति अत अपृक्त एव अपृक्तसंज्ञकः अस्ति न भवति नास्ति नास्ति कार्यं न करोति अध योगः ति अस्ति अधयोगः ति अद्योगः अद्योगः ति करीच इत्यनेन अति अति भवति अति अतः अदन्ति अद् अधयोगः सि अद् अद्योगः सि अत्सि अत्सि शी भव आदेशप्रत्ययो आदेशप्रत्ययोः किमर्थं कार्यं करोति इन्कोः अस्ति वा तकारः अस्ति अतः न कार्यं करोति अत्सि अत्सि दकारः खलु दकारः तक् आम् दकारः अद् अद्सि अद्सि सम्यक् वा अद्सि कार्यम् आं करीच भवति अद्सि अद्सि अत्तः अत्त तदेव अत्ता अधयोगः मि असि अत्त अधियोगः मि असि अद्मि अद्मि एव अस्ति भवति अद्मि अद्वः अद्मः अत्ति अत्तः अदन्ति अत्ति अत्थः अर्थः अद्मि अद्वः अद्वः अस्तु अग्रे द्रौपदी महोदय नोट् आम् महोदय अद्य तु इति अस्ति अद्य तु तत्र अद्ययोग तु अस्तु इति भवति खरिचैतेन अस्तु इति अस्तु अस्तु इति अस्तु एव अद्ययोग तात् तत्रापि किमपि कार्यं नास्ति अत्तात् केवलं रूपं वदतु किमपि कार्यं नास्ति नाम अस्ति परन्तु पूर्वमेव अत्तात् अत्तात् अत्ताम् अदन्तु अधियोग हि इति अस्ति अत्र पूजल् अद् झल् अस्ति खलु पूजल्वहे धि अद्योग धि अद्धि इति भवति अद्धि इति अत्तात् अत्तात् इति भवति अत्तम् अत्त इति किं भवति भूजगृहे धि इति अधियोग हिकार हि इत्यस्य धि भवति अग्रे अधियोग अपि अस्ति रूपपरिवर्तनं न भवति जलां जषि रूपपरिवर्तनं न भवति खलु जलां जष्य अस्ति अत्र अद्धि अद्धि इति अत्तात् अधियोगात् अत्तात् अत्तम् अत्ता अग्रे अदानि अदानि अधाव अदाम् इति रूपाणि अत्तु अत्तात् अत्ताम् अदन्तु अद्धि अत्तात् अत्तम् अत्त अदानि अदाव अदाम् अस्तु मन्दरमहोदय अग्रे आम् लङ्लकारम् अद् योगः तकारः अस्ति इदानीं आड आडचादीनाम् इति सूत्रेण आकारः भवति आट आद् आद्योग तकारः अस्ति आद्योग तकारः इदानीमेव अधः सर्वेषाम् इति सूत्रं कार्यं करोति अधः आद्योगः अट् योगः तकारः आद आदत् आदत् आदत् आदत् अथवा आदत् अस्ति अन्यरूपं किम् अन्यत् रूपम् आदत् अस्ति अन्यत् रूपम् तकारः वा न आदत् अस्ति इदानीं समाप्तं वा अग्रे किमपि कार्यं नास्ति नास्ति महोदय आदत् तकारः पदान्ते अस्ति खलु पदान्ते तकारः जश्वर्णः आम् आदद् आदत् जलं दशन्ति इति आदद् आदत् अग्रे अग्रे वावसाने इति अनेन आदत् रूपद्वयमस्ति आदत् सकारः आदद् सकारः रूप आदत् आदद् विकल्पे आद्योगः ताम् आदताम् किम् आदतां किमर्थम् आद्योगः ताम् अस्ति इदानीम् अपृत् नास्ति ततः करिच इति अनेन आदत्ताम् आदकारः कुत्र आगच्छति ताम् अपृत् अस्ति खलु अपृत् अस्ति चेत् अपृत् नास्ति चेत् खलु अपृत् नास्ति चेत् अडागमः न भवति न भवति आद्योगः तां किं किं सन्धिकः भवति करीच आत्ताम् आत्ताम् आताम् आद्योगः अन् इदानीम् आदन् सम्यक् वा आदन् आदन् आद्योग आदन् आद्योगः सकारः अस्ति इदानीम् अडागमः भवति अधः सर्वेषाम् इति सूत्रेण आद आदस् इति भवति तदनन्तरं सदृशो रुः इति सूत्रेण रु भवति तदनन्तरं करवसाने विसर्जनीयः इति अनेन विसर्गः भवति आदः आद् आद् योगः तम् आतम् आतम् आतम् आद् आद् योगः आदम् आद्व आद्म सम्यक् तर्हि आदत् अथवा आदद् आताम् आदम् आदः आत्तम् आत्त आदम् आदम् आद्व आद्म अस्तु विधिलिङ्गे किमपि नास्ति केवलं वर्णमिलनं तर्हि अद्यात् अद्याताम् अद्युः अद्याः अद्यातम् अद्यात अद्याम् अद्याव अद्याम अस्तु तर्हि बकारान्त अद्धातु समाप्तः अत्र नूतनं किम् आसीत् अदः सर्वेषाम् अद् धातु अनन्तरम् अतिरिक्त सार्वधातुकप्रत्यय नाम लङ्लकारस्य नाम इत्युक्ते उदाहरणमस्ति लङ्लकारस्थकार लङ्लकारस्थकार अस्ति चेत् प्रत्ययस्य किं भवति अडागमः भवति एकवारम् अडागमः भवति चेत् प्रत्ययः अपृक्त न तिष्ठति अपृक्त तिष्ठति चेत् अन्यार्थकार्यं न करोति प्रत्ययस्य लोपः न भवति सर्वे अवगच्छन्ति इदानीं पर्यन्तम् आं महोदय अस्तु तर्हि इदानीम् अग्रे गच्छामः अग्रिमधातुकः विद्धातुः अस्ति खलु विद्धातुः अपि श्रुतधातुः अस्ति श्रुतधातुः अस्ति तत्रापि बहूनि कार्याणि सन्ति तत्र तु रघुपति महोदय श्रूयते खलु महोदय अस्तु दकारान्तविदुधातुः परस्मै प्रति ज्ञाने इति अर्थः अङ्गकार्यमस्ति हलादिपित्सु उपधायां लघु इक् गुणः विधियोगति इति अस्ति अतः वेदयोगति अनन्तरं तत्र वेत्ति इति भवति सन्धिकार्येण करिष्यति तर्हि अग्रे अजादिपित्सु उपधायां लघु इक् गुणः विधियोगानि वेदानि इति भवति पुगतलघुपद इति सूत्रेण हलादि अपिसु नित्य इत्यनेन गुणविषयः विधियोगतः वित्तः इति भवति वित्तः अजादि अपिसु निदित इत्यनेन गुणविषयः विधियोगन्ति विदन्ति सन्धिकार्यं खलित्यनेन चत्वं बहुत्र प्रवर्तते इति अस्ति सामान्यकार्यमस्ति अनन्तरं विदोः विदो लटो वा इति तृतीयाध्यायस्य चतुर्थपादस्य त्र्यशीतिप्रथमं सूत्रमस्ति विदुधातोः लटि विकल्पेन लिट्लकारस्य नवप्रत्ययः प्रयुज्यन्ते नल् अथुः ठल् अथु इति तत्र नल् वा मा इति तत्र का नल् इत्यस्य अ अथु इत्यस्मिन् अथु इत्यस् अथु अस्तु अथु अनन्तरम् उः कल् अथु आ नल् वाम इति इतः पञ्चम्यन्तं लटशब्दन्तं वा अव्ययपदं त्रिपदमिदं सूत्रमस्ति परस्मैपदानां नल् नल् तुसुस् तल तुस् तुस नल्वमा इत्यनेन इत्यस्य पूर्णतया अनुवृत्तिः धातोः इत्यस्य अनु अधिकारः अनुदसिक्तसूत्रमस्ति विदुधातोः लटः परस्मैपदानां वा नलतुस तलतुस नल्वमा इति माः इति अस्तु लिटि लिटि लिटिप्रत्यय आगच्छति विकल्पेन नवप्रत्यय लिट् धातोः सोरि लिट् लकारस्य इति अस्ति लोट् लकारस्य अपि वैकल्पिकरूपाणि सूत्रं किं वदति तर्हि विदो लटो वा तर्हि एकं सूत्रमस्ति 6.3.4.8 परस्मैपदानां नल् तुसुस् थल् थल् थुस् थलथुस् नळ्वमा इति सूत्रमस्ति तत्सूत्रं किं वदति तत्सूत्रम् अस्य सूत्रस्य प्रसक्तिः लिट् लकारे अस्ति परोक्षे लिट् इति अस्ति खलु लिट् लकार तत्र सूत्रं किं वदति लिट् लकारमध्ये परस्मैपदिधातुः अस्ति चेत् तस्य ये प्रत्ययः सन्ति तिप्तस्थमिप्तस्मस् तेषां स्थाने के के प्रत्ययाः भवन्ति नल् अतुस् उस् थल् अथुस् नल् व म इति प्रत्ययः अस्ति अस्तु नल् अथु उ ठल् अथु अ नल् व न इति प्रत्ययः विदो लटो वा किं वदति यत् लट् लकारे विकल्पेन एते प्रत्ययाः अपि भवन्ति नाम एकस्मिन् पक्षे तु अस्माकं सामान्य लट् लट् प्रत्ययाः भवन्ति तितः अन्ति सितः तमिव परन्तु अन्यस्मिन् पक्षे लिट् लकारस्य प्रत्ययः भवति लट् लकारे के प्रत्ययः नल् अथुः ठल् अथु अ नल् व इति प्रत्ययः अपि भवन्ति सन्ति वा आं महोदय कथं मनसि नल् नल् टल् नल् इति प्रथम अनन्तरम् अथु अथु वा अनन्तरं उः अथुः नल् नल् प्रत्ययः अस्ति तत्र नकारस्य लकारस्य इति सङ्ख्या भूत्वा अ इति तिष्ठति अ तदनन्तरम् अतुः उः खल् खल् मध्ये अपि लकारः गच्छति थ एव उच्यते अथुः अह अ नल् अ व म तर्हि विद् धातोः लट् लकारे सर्वत्र रूपद्वयं भवति अस्तु अग्रे लोट् लकारस्य अपि लोट् लकारस्य अपि वैकल्पिकरूपाणि वैकल्पिकरूपाणि भवन्ति विदां कुर्वन् इत्यन्यतरस्यां कुर्वन्ति इत्यन्यतरस्याम् इति अस्ति इति सूत्रेण निपातेन विदां कुर्वन्तु इत्यादीनि रूपाणि भवन्ति विदां कुर्वन्तु इति रूपाणि दीयन्ते निपातं निपातेन इत्युक्तौ सिद्धरूपं दीयते तत्र प्रक्रिया मास्तु निपातनस्य कारणमिदं यत् रूपस्य प्रक्रियाविधानार्थम् अधिकनूतनसूत्राणि अपेक्षितानि भवन्ति अपेक्षितानि स्युः इति कृत्वा पाणिनेः मतानुसारं मास्तु रूपमेव भवतु इति विदां विदां कुर्वन्तु इति अन्यतरस्य विदां कुर्वन्तु इति लोट् लकारस्य विदां कुर्वन्तु अन्यतर विदां कुर्वन्तु इति अन्यतरस्य बहुवचने अस्ति लोट् बहुवचने वा कुर्वन्तु खलु न न सर्वत्र सर्वत्र सर्वत्र एव अस्ति खलु कुर्वन्तु इति अहं करोतु परन्तु करोतु कुर्वन्ति ओ करोतु कुरुतः कुर्वन्ति इति तादृश सर्वत्र भवति विदां कुर्वन्तु विदां करोतु अस्ति अग्रे अस्ति दत्तमस्ति तर्हि अत्र किं भवति विदां कुर्वन्तु इति अन्यतरस्य सूत्रमस्ति तत्र विदां कुर्वन्तु इति लिखितमस्ति खलु विदां कुर्वन्तु इति विदां कुर्वन्तु इति दृष्ट्वा किं चिन्तयति दृष्ट्वा वयं किं चिन्तयितुं शक्नुमः यत् वितां कुर्वन्तु कुर्वन्तु अस्ति अतः लोट् लकारस्य रूपम् अस्ति अस्तु खलु वितां कुर्वन्तु कुर्वन्तु अस्ति अतः लोट् लकारस्य किमपि चिन्तनमस्ति अनन्तरं विदाङ् अस्ति विदाङ् इति विद्धातु भासते अतः विद्धातु लोट् लकारस्य रूपाणि विद्धातु लोट् लकारस्य रूपाणि वितां कुर्वन्तु इति अन्यतरस्याम् अन्यतरस्याम् इत्युक्ते विकल्पे तर्हि विकल्पेन विद्धातु लोट्लकाररूपाणि भिन्नानि भवन्ति इति पाणिनि वक्तुम् इच्छति किं किं तत् अन्यत् रूपम् इदां कुर्वन्तु कथं जानीमः सूत्र एव पाणिनि लिखति निपातनं करोति निपातनम् इत्युक्ते किं साक्षात् लिखति तत्र प्रक्रिया नास्ति प्रक्रिया अस्ति चेत् अन्यसूत्राणाम् आवश्यकता भवति बहूनि सूत्राणाम् आवश्यकता भवति तस्य आवश्यकता नास्ति ततः बहुत्र न केवलम् अत्र बहुत्र पाणिनि निपातनं करोति यत् एतदेव करोतु एतदेव करोतु प्रक्रिया नास्ति एतदेव करोतु अतः अत्र विदां कुर्वन्तु इति लिखित्वा सूत्रे पाणिनि वक्तुमिच्छन्ति यत् विकल्पेन विदां कुर्वन्तु इति अपि रूपं भवति लोट्लकारे तथैव विदां करोतु विदां कुरुताम् किं लिखितमग्रे लोट्लकारस्य अपि विदां कुर्वन्तु सूत्रं पठतु विदां कुर्वन्ति इति अन्यतरस्याम् लोटीपदे विदधातुः आम् प्रत्ययः लघु उपधगुण लघुपदगुणगुणाभावः लोटः लुक् लोडन्तक् धातोः अनुप्रयोगः च इति इमानि चत्वारि कार्याणि मिलित्वा विकल्पेन भवन्ति विद् योग आम् विद्योग आम् विदाम् इति अत्र लघु उपदगुणः न लोटः लुक् अपि च कृ धातोः लोट अन्तरूपाणि विदां करोतु इति विदां कुर्वन्तु इति तिङन्तपदम् इति अभयपदम् अन्यतरस्यामि सप्तमन्तं त्रिपदपदं सूत्रं स्वयं सम्पूर्णं विदां कुर्वन्ति इत्यन्यतरस्यां लोटीपरिवृत्तार्थ आम् प्रत्ययः लघु आम् प्रत्ययः कुत्र भवति महोदय आम् न तत्र किमस्ति विद् धातुः अस्ति लोटि परे प्रथमं तु आम् प्रत्ययः भवति कश्चित् आम् प्रत्ययः आम् प्रत्ययः भवति अस्तु आम् प्रत्ययः भवति आम् प्रत्ययन्तलघुत्वस्य कार्यं न करोति अभाव तदनन्तरं तत्र लोट् प्रत्ययस्य लोपं भवति यत् विद् धातुः अनन्तरं लोट् प्रत्ययस्य तस्य लोपः भवति तदनन्तरं विद् आम् तदनन्तरं क्री धातुः लोड् रूपाणि भवन्ति चत्वारि कार्याणि सन्ति आहत्य निपातनमेव करोति पाणिनि विदां कुर्वन्तु विद् योगः अम् अविद् योगः आम् विदां लघु उपधा गुण अभावः अथवा विदां भवति लोट् लकारस्य लुक् लोट् लोट् इत्यस्य लुक् विदां योगः तु अस्ति चेत् तु तस्य लोपः विदां तदनन्तरं क्री धातुतः रूपाणि भवन्ति विदां करोतु विदां करोतां विदां कुर्वन्तु अस्तु इदानीं पर्यन्तं सर्वे आगच्छन्ति वा अस्तु मदर् महोदय अग्रे पठतु लिङ्गि अग्रे कुत्र महोदय लुदां लङ्गि सिजब् सिजभ्यस्त विधिभ्यश्च ञित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञाकात् धातोः विद् धातोः च परस्य जि प्रत्ययस्य स्थाने जुष् आदेशो भवति सिच् च अभ्यस्त विधिभ्यश्च विधिश्च तेषाम् इत्र इत्र द्वन्द्वः सिजभ्यस्त विधयः तेभ्यः सिजभ्यस्त विधिभ्यः सिजभ्यस्त विधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः जेर्जुष् इत्यस्मात् जेः जुष् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यः च ङितः लस्य जेः जुष् ङित् लकारस्य अवस्थायां सिच् प्रत्ययः वा अभ्यस्तसंज्ञकधातुः अस्ति चेत् विद् धातोः अस्ति चेदपि सि जि प्रत्ययस्य जुस् भवति जि इति लङ् लकार प्रत्यय बहुवचनमस्ति तर्हि झेर् जुस् इति सूत्रमासीत् खलु सूत्रं किं वदति लिङ्ग्लकारः लिङ्ग्लकारः खलु विधिलिङ्ग् जीस्थाने जुस् भवति तस्मात् एव अग्रिमसूत्रमस्ति सिजभ्यस्तविधिभ्यश्च नाम सिच् सिच् प्रत्ययः अथवा अभ्यस्तधातुः अभ्यस्त अथवा विद्धातुः सिच् प्रत्ययः अभ्यस्तधातुः विद्धातुः इति अङ्गम् इति अस्ति चेत् तस्य अनन्तरं यदि नित् लकारः अस्ति नित् लकारः नाम तादृशलकारः यत्र ङकारस्य इत्संज्ञा भवति यथा लङ् अस्ति लिङ् अस्ति नकारस्य इत्संज्ञा भवति खलु अतः इदभ्यस्त विधिभ्यश्च इति सूत्र सूत्रं वदति यत् तिच् प्रत्ययः अभ्यस्थातु विधि विद्धातु तेषाम् अनन्तरं यदि णित्लकारः अस्ति णित्लकारः नाम णित्लकारः इत्युक्ते लङ् लिङ् अस्ति चेत् किं भवति झीथनिजुस् अतः रूपा अत्र किमस्ति लिखितम् उदाहरणम् अवदद् योगः जि अवदद् योगः उः अवि अविदुः अविदुः इति भवति सामान्यतया जीस्थाने जुस् न भवति खलु जीस्थाने अन्ति भवति सूत्रेण झोन्तः परन्तु अत्र जीस्थाने अन्ति झोन्तः न भवति किं भवति झेर्जुस् उस् भवति अविद् योगः उस् अविदुः अग्रे अग्रे पठनीयं दश धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशो भवति सिपि परे रु अभावे दत्त्वम् एव किमर्थं रु अभावे दत्त्वम् एकस्मिन् पक्षे रु एकस्मिन् पक्षे दकारः आमामां विकल्पेन अलोन्तस्य इत्यनेन अन्तिमवर्णस्य दकारस्य एव स्थाने न तु पूर्णपदस्य द पञ्चम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं सिपि धातो रुद्वा इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दः च पदस्य धातोः रुः वा सिपि पठितं खलु दश्च इति सूत्रम् अस्ति सूत्रं किं भवति दश्च नाम किं धातोः अस्ति खलु धातोः दकारान्तधातु दकारान्तधातुः यत् पदान्ते अपि भवति दकारान्तधातुः यः पदान्ते अपि भवति नाम धातुरूपी पद लङ्लकारे अथवा धातुरूपी पद अस्ति यस्य अन्ते दकारः अस्ति तस्य स्थाने विकल्पेन द स्थाने रु भवति कदा कदा सिपि परे सिपि परे सिपि परे द स्थाने रु भवति विकल्पेन तर्हि एकस्मिन् पक्षे द एव तिष्ठति एकस्मिन् पक्षे रु भूत्वा रु तस्य अग्रे विसर्गः भवति अत्र दकारस्य एव स्थाने रु भवति पूर्णपदस्य इति न इति तर्हि दः च दश्च पदस्य अधिकारे भवति धातोः कुत्र आगच्छति सिपि धातुरुर्वा रु अपि तत्र एव आगच्छति वा अपि धातुरुर्वा सिपि सिपि धातुरुर्वा कुत्रस्य पूर्णतया अनुवर्तितः भवति तर्हि दः च पदस्य धातोः रुः वा सिपि नाम दः च पदस्य दः च पदस्य दकारान्तपद दकारान्तपद दः च पदस्य धातोः रुः वा सिपि आम् अविद्ययोग आम् अवगच्छति अविद्योगः सकारः अवेद् योगः सकारः अत्र उगन्तलघुपदस्य इति सूत्रेण अवेद् इति भवति तदनन्तरं हल्याभ्यो दीर्घातिसर्पिकृतं हल् इत्यनेन सकारलोपो भवति अवेद् इति भवति अवेद् इति रूपम् अवेद् अभावसाने इत्यनेन अवेद् अवेद् अविद् योगः सकारः अवेद् योगः सकारः दश इति द्वेरूपं भवति वा दश इति सूत्रम् अत्र कार्यं करोति अवेरुः दकारस्य स्थाने रु आदेशः भवति. तदनन्तरं करवसाने यो विसर्जनीयः इत्यनेन अवेः अवेद् अवेद् अवेः त्रीणि रूपाणि. सत्यं तर्हि किम् अवेद्योगः स सकारस्य अवेद्योगः स सकारस्य लोपः अवेद् इति भवति खलु. इदानीं दशो अन्ते तु कार्यं करोति एव अवेद् इति अस्ति खलु. इदानीं अवेद् इति स्थले अवेद् इति स्थाने इदानीं किम् अस्ति तत् पदान्त धातुः अस्ति विद् खलु. वेद् इति धातुः अस्ति नाम विद् धातोः वेद भवति खलु वेद्. तर्हि वेद् धातुः अस्ति पदान्ते अपि धातुः अस्ति नाम वेद् पदान्ते आगच्छति खलु. प्रत्ययस्य लोपः भूत्वा धातुः एव पदान्तः अस्ति. धातुः पदान्ते अस्ति नाम पदान्तं दकारः यत् अस्ति दकारः तत् धातोः दकारः अस्ति यः पदान्ते अस्ति खलु. दकारः विद् धातोः दकारः अस्ति यः पदान्ते अस्ति. तथा अस्ति चेत् अग्रे यदि सिप् प्रत्ययः अस्ति तर्हि दश्च सूत्रं कार्यं करोति अस्माभिः पूर्वं पठितं. सूत्रं किं वदति एकस्मिन् पक्षे दकारः तिष्ठति अन्यस्मिन् पक्षे दकारस्य स्थाने रु. तर्हि यस्मिन् पक्षे दकारः एव तिष्ठति तस्य अग्रे भूत्वा किं भवति वा अवसाने खलु. तर्हि अवेद् इति भवति. तर्हि अवेद् अवेद् इति तु रूपद्वयमस्ति. यस्मिन् पक्षे दकारस्थाने रु भवति अनेन सूत्रेण तत्र अवेरुः इति भवति अवेरु. तत्र खरवसाने उपसर्गे न अवेः इति रूपत्रयम् अस्ति अवेद् अवेद् अवेः अवेः अवेद् अवेद् अवेः. सजावसन्ति अस्तु. तर्हि इदानीं झटिति कुर्मः. रघुपति महोदय लट् विद्धातु लट् प्रथमं तु सामान्यरूपाणि वदतु सामान्यरूपेण विद्योग टि इति अस्ति तत्र सुगन्धरूपद इत्यनेन तत्र वेद् इति भवति. वेदयोग टि इति अस्ति अनन्तरं करिचक्रेण वेत्ति इति भवति दकारः भवति वेत्ति वेत्ति. विद्योगतः इति अस्ति तत्र गुणः न भवति वित् विद्योगतः तत्र खरिचेतन वित्तः वेद विद्योग अन्ति गुणः न भवति विदन्ति इति केवलमेव. विद्योग सि इति अस्ति तत्र गुणः भवति उपायः सुगन्धः उपविशन वेद्योग वेद्योग सि इति अस्ति इदानीं तत्र वेद्योग सि इति अस्ति खलु वेद् सि इति भवति खरिचैतन वेद् सि इति वेद् सि. अनन्तरं वे विद्योगतः वित्तः इति भवति कनिचन वित्त विद्म विद्वः विद्मः इति रूपाणि. तर्हि वेत्ति वित्तः विदन्ति वेत्सि वित्तः वित्तः वेद्मि विद्वः विद्मः खलु. आम् एतत्तु एकरूपाणि सन्ति नवरूपाणि. अन्यनवरूपाणि विद् यग नल् इति अस्ति विदो लटो वा इति सूत्रेण खलु. विदो लटो वा इत्यनेन नल् इति अस्ति तत्र नल् इति आर्धत्कपत्यय वा तत् आर्धत्क न पश्यतु सारि क्षम्यतां तत् आर्धत्क न भवति खलु तस्य स्थाने खलु तिङ्गस्थाने भवति नल् इति अस्ति तत्र किं किं स्थानिवत् आदेशः अस्ति खलु. स्थानिवत् आदेशः इदानीं नल् प्रत्ययः तिप् प्रत्ययस्य स्थाने आगच्छति अतः तिप् प्रत्ययः तु सार्वधातुक एव अस्ति खलु. अतः नल् प्रत्ययः इदानीमपि सार्वधातुक एव अस्ति सार्वधातुक अस्ति अतः सार्वधातुक तत्र लिट् लकारे आगच्छति चेत् भिन्न अस्ति यतोहि तत्र लिटि च इति सूत्रेण तिप् प्रत्ययः मूलतः एव आर्धातुक भवति अतः तस्य स्थाने यः नल् आगच्छति तदपि आर्धातुक. परन्तु अत्र विदो लटो वा इति सूत्रेण लट् लकारस्य तिप् स्थाने यः नल् आगच्छति तत् तिप् तु लट् लकारस्य सार्वधातुक एव अस्ति खलु. अतः तस्य स्थाने यः प्रत्ययः भवति स्थानिवत् आदेशः इति फलेन तदपि सार्वधातुक एव भवति. इदानीं तु विद्योगः अस्तु विधियोगः इति अस्ति वेद् इति भवति पुगन्तलगुरुदश इति सूत्रेण वेद इति भवति वेद वेद इदानीं विधियोगः तुस् इति अस्ति विधियोगः तुस् तत्र अतुस् क्षम्यताम् अतुस् इति अस्ति अतुस् अतुः अतुस् इति विधियोगः अतुस् अतुः इति भवति तत्र तत्र किमपि विदतुः एव तत्र अपित् स्थाने एव तानि वर्त आदेशः इति अत्यनेनत्वाय खलु तदेव अतः विदतुः इति अस्तु ति स्थाने यः अ भवति ति स्थाने अ खलु स्थाने अ ति सार्वधातुक अस्ति अतः अ अपि सार्वधातुक ति अस्ति पित् खलु एकनिमिषम् पित्वम् आरोपयति वा भवति खलु महोदय तत्र यत्र यथा कित्वमस्ति चेत् कित्वम् अपि भवति खलु तत्र यदि त्वापत्ये लपि आदेशः भवति चेत् तदपि कित् कित् एव भवति खलु स्थानिवत् आदेशः इति अन्ये अपि अन्यत्र अपि यत्र किं लोट् लकारे अपि यत्र सामान्यतया अपि रूपपरिवर्तनं भवति तत्र अपि पित्वं तु आरोपित अथवा एव अतो हि इति प्रत्ययस्य हि इति प्रत्ययस्य अपित् इति खलु सेः सेरि अपिच्च इति उक्तमस्ति खलु से हि इति उक्तं चेत् तत्र अपित् भवति सेरि अपिच्च इति उक्तमस्ति अतः तत्र पित्वं भवति अतः अपित् एव कृतमस्ति आमामां सिप् प्रत्ययः अस्ति सिप् प्रतिस्थाने हि अस्ति सामान्यतया तत्र पित्वं भवति यतोहि हि पित् नास्ति परन्तु सिप् स्थाने भवति सिप् पित् अस्ति अतः हि अपि पित् अस्ति तथा मा करोतु अतः विशेषतया अपि लिखितमस्ति यतः स्वतः एव अपित् अस्ति यत् हि तत्र लेखनस्य आवश्यकता का इति सम्यक् तर्हि हा तर्हि टिप् अस्ति तस्य स्थाने अ यद्भवति तत्र पित्वमपि आरोपितम् अध्यारोपितं सार्वधातुकमपि अध्यारोपितम् अतः तत्र गुणः भवति गुन्तदगुन्त वेद परन्तु तः तु अपित् अस्ति तस्य स्थाने अपि भवति तदपि अपित् अस्ति अतः विदतु तत्र उः इति अस्ति तत्र विधियोगः विदुः इति भवति किं सारि विदुः खलु महोदय विदतु कथं भवति महोदय विदतु विदो लटो वा सूत्रमस्ति खलु विदो विकल्पेन नूतनप्रत्ययाः भवन्ति खलु तः स्थाने अतुः भवति विदतुः विदतुः तथैव अग्रे विदुः विदुः इति भवति अनन्तरं थल् इति अस्ति विधियोग थल् अत्रापि पित्वम् आरोपितमस्ति स्थाने अतः वेद् थल् इत्यस्मिन् तत्र ता एव अवशिष्यते खलु ता एव न विभक्तौ तस्मिन् था इति अस्ति वेदयोग वेद् वेद् था इति भवति करिचेत वेत्त अग्रे अतुः इति भवति तत्र यथा विदतुः अतः विदतुः इति भवति अग्रे अ वा तत्र अ इति अस्ति अत्र विद्योगः तत्र अपित् अस्ति विद इति भवति अग्रे नल् पुनः विद्योग नल् इति अस्ति वेद इति इव प्रथमपुरुषे इव वेद इति भवति अग्रे व इति अस्ति वा खलु वा विद्योग वा विद्वा विद्मा इति आहत्य नवरूपाणि अष्टादशरूपाणि सन्ति विद् लका विद् धातोः लट् अष्टादशरूपाणि सामान्यरूपाणि वेत्ति वित्तः विदन्ति वेत्सि वित्तः वित्त वेद्मि विद्वः विद्म विकल्पेन अन्यरूपाणि सन्ति वेद विदतुः विदुः वेत्थ विदथुः विद वेद विद्व विद्म अष्टादशरूपाणि सन्ति सर्वावसन्ति खलु अग्रे लोट् लङ् अग्रे कुर्मः समयः समाप्तः एकवारं पुनः गृहपाठरूपेण विद्धातु तस्य अभ्यासं करोतु यतोहि विद्धातु मध्ये विकल्पेन अन्यानि रूपाणि बहूनि सन्ति लोट् मध्ये अपि आगच्छति तदनन्तरम् अग्रे लङ्लकारे अपि अस्ति तत् दश्च इति नूतनसूत्रं कार्यं करोति तत्र बहूनि नूतनानि कार्याणि सन्ति तर्हि अस्ति दकारान्त विदपि दकारान्त परन्तु अद् धातोः रूपाणि तु सरलानि सन्ति परन्तु वेद् धातुरूपाणि तु बहु क्लिष्टकराणि सन्ति बहूनि नूतनसूत्राणि नूतनरूपाणि सन्ति नूतनसूत्राणि सन्ति विदो लटो वा विदभ्यस्त विधिभ्यश्च विदां कुर्वन्तु इति अन्यतरस्य दश्च नूतनं सन्ति अस्ति पुनः एकवारं पठतु अत्र इदानीं प्रश्नः अस्ति वा कस्यापि अस्तु नास्ति चेत् इदानीं धन्यवादः शुभरात्रि धन्यवादः महोदय धन्यवादः महोदय धन्यवादः